नमः सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतं। जायमानविषयमस्ति तत्पुरुषसमास नूतनसमासचिन्तनं कुर्मः। तत्र प्रथमं पञ्चोपाकानि यत् दत्तमस्ति तस्य पूर्वं यदि समासपरिचयं पुनरावलोकनं कृत्वा अत्र आयाति चेत् सम्यक् भवति इति अहं चिन्तयामि। अत्र समासचिन्तपरिचयः इति पूर्व अव्ययीभावसमासस्य पूर्वं यत् करपत्रमस्ति तस्य तस्य करपत्र दृष्ट्वा एकवारं तत्पुरुषसमासकृते गच्छामः। अत्र किम् इत्युक्ते तत्र समर्थपदवती एकार्थी भाव वृत्ति इत्येतान् शब्दानाम् अवलोकनं भवति चेत् तत्पुरुषसमासस्य पठने बहु लाभाः भवन्ति इति कृत्वा एकवारं पुनरावलोकनं कृत्वा तत्पुरुषसमासं कृते गच्छामः। रोहिणी भगिनी, समासपरिचयः इति करपत्रमस्ति 1401। रोहिणी भगिनी, अरुणा भगिनी, अत्र समासः नाम कः? समासः नाम कः? अनेकस्य पदस्य एकपदी भवनं समासः इत्युच्यते। द्वयोः अथवा बहूनां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते। अर्थात् द्वयोः अथवा बहूनां पदानां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते। एकार्थीभावरूपसामर्थ्यम् अस्ति चेत् एव समासः भवति। यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकर्तिभावरूपसामर्थ्यम् अस्ति इति वदामः। एकर्तिभावसामर्थ्यस्य अभावे समासः न भवति, केवलं संहिता एव। अत्र समासः नाम कः इति चेत् अनेकस्य पदस्य एकपदी भवनं समासः इत्युच्यते। समासे सामान्यतया द्वे पदे अस्ति वा बहूनां पदानाम् अस्ति चेदपि मेलनेन एकपदं निष्पन्नं भवति। अत्र एकपदं द्वयोः पदयोः एकार्थभावः उपलभ्यते, अतः तदेव समासाः इति उच्यन्ते। समीचीनं भगिनि। अत्र द्वितीयमस्ति विग्रहवाक्यं, तदपि पठतु। विग्रहवाक्यं नाम किं? वृत्तत्वावबोधकं वाक्यं विग्रहम् इति उच्यते। समासे अर्थं बोधयितुं यद्वाक्यम् उच्यते तद्वाक्यं विग्रहः इति व्यवह्रियते। विग्रहः द्विविधा भवति, लौकिकविग्रहः अलौकिकविग्रहः च इति। येन वाक्येन समस्तपदस्य अर्थम् अवगम्यते तद् वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते। यदा उदाहरणं सीतापतिः इति समासे सीतायाः पतिः इति लौकिकविग्रहवाक्यमस्ति। लोके प्रयुक्तम् अर्हाणां पदानाम् उभये अभावे अवलौकिकविग्रहवाक्यम् इति कथयामः। सीतायुगनस् युगपतियुगसु इति अलौकिकविग्रहवाक्यं। यत्र प्रकृतिप्रत्ययविभागः क्रियते तत्र अलौकिकविग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते। अलौकिकविग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके. लोके अलौकिकविग्रहवाक्यसार्थबोधः न जायते. व्याकरणे एव अलौकिकविग्रहवाक्यस्य प्रयोगः क्रियते. अलौकिकविग्रहवाक्ये प्रकृतिप्रत्ययविभागः क्रियते समस्तपदस्य रूपसाधनार्थं. विग्रहवाक्यमिति अस्ति समस्तपदं द्विविधा अस्ति. एकम् लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यम् वृत्ति अर्थबोधकवाक्यं विग्रहवाक्यमिति उच्यते. सीतापति इति समस्तपदम् अस्ति. सीतायाः पति तत् एक विग्रहवाक्यम् अस्ति, लौकिकविग्रहवाक्यं. किन्तु सीतायोगः नस् योगः पतियोगः सु इति व्याकरणसम्बन्धि विग्रहं कुर्मः चेत् तत् अलौकिकविग्रहवाक्यं भवति. इति कृत्वा द्वौ विधा लौकिकविग्रह अलौकिकविग्रह च इति द्विविधा भवति. तदनन्तरं अष्टाध्याय्यां सामर्थ्यम् अपि बहु मुख्यमस्ति. तदपि पठतु भगिनि. सामर्थ्यं ययोः कयोः अपि पदयोः समासः भवति. किं पदयोः मध्ये सामर्थ्यमस्ति चेत् एव समासः विधीयते. समर्थानां पदानाम् एव समासः भवति इति नियमः. अत्र परिभाषासूत्रमस्ति सामर्थ्यः पदविधिः. अत्र समासविषये अन्य समर्थः पदविधिः भगिनि सामर्थ्यं शीर्षकमस्ति सामर्थ्यं. सामर्थ्यं समर्थः अस्ति सामर्थ्यम्. अहं अरुणाभगिनीन यत् पठितं तत् सामर्थ्यम् इति किम् अस्ति इति कृत्वा समर्थपदविधि. तत्र समर्थः इति अन्यत् अत्र सूत्रे अस्ति. समर्थपदविधि इति सूत्रेण किं स्थापयति इति चेत् पदानां सामर्थ्यम् अस्ति चेत् एव समसनं कर्तुं शक्यते इति. सामर्थ्यम् इति पदस्य गुणं शब्द समर्थपदविधि इति सूत्रवाक्यम्. समासे केवलं द्वे पदयोः मध्ये समासः न भवति. अत्र सामर्थ्यमस्ति चेत् एव समासः भवति. परिभाषासूत्रम् अत्र अस्ति समर्थः पदविधिः इति. तत् परिभाषासूत्रेण सामर्थ्यपदविधिः सूत्रेण सामर्थ्यम् इति अत्र दत्तं. सामर्थ्यः पदविधिः सूत्रं पदसम्बन्धी यः विधिः सः सामर्थ्याश्रितः भवेत्. सामर्थ्यानां पदानां सम्बन्धार्थानां विधिः इति ज्ञातव्यम्. विधिः नाम कार्यम् इत्यर्थः. एतत् सूत्रं परिभाषासूत्रम् अस्ति. एतस्य सूत्रस्य विषये अयं नियमः अस्ति यत् सम्पूर्ण अष्टाध्याय्यां यत्र पदसम्बन्धिविधिः भवति तत्र सर्वत्र सामर्थ्यपदानाम् आश्रये एव कार्यं भवति. असमर्थ्यपदानाम् आश्रये कार्यं न भवति. यद्यपि एतत् सूत्रं परिभाषासूत्रमस्ति तथापि अधिकारसूत्रमेव एतस्य प्रसक्तिः सर्वत्र भवति. यत्र पदसम्बन्धिकार्यम् अस्ति पदसम्बन्धकार्यं समर्थपदानाम् आश्रये एव भवति न तु असमर्थपदानां. समर्थः पदमान्तं पदविधिः पदमान्तं द्वितीयपदमिदं सूत्रं पदस्य विधिः पदविधिः षष्ठी तत्पुरुषः सूत्रस्वयं सम्पूर्णम्. तदेव अत्र सामर्थ्यम् इत्युक्ते किम् इति अग्रिमपरिच्छेदे दत्तमस्ति. तत् पठित्वा एव सामर्थ्यम् इत्युक्ते किम् इति अवबोधनं जायते. पदस्य पदानां सम्बन्धं किं कीदृशं सामर्थ्यम् इति विवक्षा निर्धारितमस्ति. यदि सामर्थ्यं भवेत् या न भवेत् इति कथं जानीमः? पदम् अस्ति द्वौ पदे स्तः, तत्र पदानां पदानां समसरं भवेत् भवति वा न इति कथं जानीमः? सन्दर्भं दृष्ट्वा परस्परसम्बन्धं परस्पर अन्वय भवति चेत् सम्बन्धः नास्ति. परस्पर अन्वयं कृत्वा अर्थावबोधं जायते चेदेव तस्य सामर्थ्यम् अस्ति इति वक्तुं शक्यते. क्रियाया या गुणस्य अन्वयं कर्तुं शक्यते चेदेव पदानां सामर्थ्यं भवति. यदा सीताया पति सीताया पति इति समस्तपदं सीतापति भवति, तत् किमर्थ कुत्र भवति? यदि पति इति उत्तरपदस्य क्रियाया सम्बन्धं दृश्यते चेदेव कीदृशं पति कस्य पति इति यदानि प्रश्ने सति तदेव तत्र सीता एव पति अनयोः समसनं कृत्वा सीतापति इति निष्पन्नं भवति. यदि पति गच्छति किन्तु सीताया पति नास्ति, गीताया पति अस्ति चेत् सीतापति गच्छति इति अवबोधो न जायते, गीतापति इति एव तत्र अवबोधो जायते. इति क्रियाया सम्बन्धं भवति चेदेव तदेव अन्वयम् इति उच्यते. पदयोः अन्वयं भवति अस्ति चेदेव सम्बन्धः भवति इति. दट् इस् द वर्ब् गच्छति, पति गच्छति, वि विल् गेट् द मीनिङ्ग्. बट् हूस् पति? इट् केन् बि सीतास्पति आर् गीतास्पति, डसन्ट् म्याटर्. बट् इफ् इन् द कण्टेक्स्ट् आर् इन् द विवक्षा that is we are talking about Gita's pati, then Sita pati as a samasa cannot come into picture, because in that the meaning, the remaining is that vivaksha and that anvaya for the karma kriya padam is going to the pati, but whose pati, that is how the anvaya is established between each of the words. That is what is called samarthya. परस्पर अन्वयरहितयो पदयो समासः न भवति. सर् हियर् अन्वय इस् द वेरि इम्पार्टेण्ट् पार्ट् आफ् दट्. पुष्पा भगिनी अवगतं वा? आम् महोदय. सामर्थ्यं कीदृशम् अस्ति? द्विविधं सामर्थ्यं भवति. तत् पुष्पा भगिनी पठतु. अस्तु, सामर्थ्यं द्विप्रकारकम् भवति. व्यपेक्षासामर्थ्यम्, एकार्थीभावसामर्थ्यम् इति च इति. व्यपेक्षासामर्थ्यं वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते. ओके, पदानां मध्ये विद्यमानः परस्परान्वयः अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रातिपदयित्वा प्रतिपादयित्वा अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वा परस्परसम्बन्धम् अपि अपेक्षन्ते. वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति अपि च अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति. अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति. वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः. पदानि निष्कासयितुम् अपि शक्नुमः. प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोऽपि नियमः. एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते. वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति. अस्तु, अत्र व्यपेक्षासामर्थ्यम् इति वदनेन मध्ये विद्यमान परस्पर अन्वयः एव व्यपेक्षा, तत्तु परस्पर अन्वयः अस्ति चेत् एव व्यपेक्षा नाम्ना इति ज्ञायते. अर्थात् वाक्ये पदानि स्वस्य अर्थ प्रतिपादयित्वं प्रतिपादयित्वा परस्परसम्बन्धम् अपि अपेक्षते. वाक्ये पदानि तत् स्वस्य अर्थम् अपि बोधयन्ति. अन्यैः अपि तु बोधयन्ति. अन्यैः पदैः सह सम्बन्धम् अस्ति इति सम्बन्धमपि द्रष्टुं शक्नुमः इति तदपि. नूतनपदानि अपि योजयितुं शक्नुमः. अत्र कोऽपि पदानि निष्कासनम् अपि कर्तुं शक्नुमः. अत्र कोऽपि प्रतिपादनं कर्तुं शक्नुमः इति वदति अत्र. कोऽपि शक्नुमः, कोऽपि अन्ये पदै आदेश न अटाच् कथं वदामि, योजयित्वा नूतन पदं प्रतिपादनं कर्तुं शक्नुमः इति पश्यतु भगिनि. व्यपेक्षा इत्युक्ते वाक्यस्तरे यत् अर्थम् अवबोधं जायते तदेव व्यपेक्षा इत्युच्यते. वाक्यनिर्माणसमये बहूनि पदानि समीकृत्य वाचकं निष्पन्नं भवति. पदानां एकार्थीभवं न भवति तत्र. यदा रामः ग्रामं गच्छति इति अग्रिमपरिच्छेदे उदाहरणं दत्तमस्ति. तत्र रामः एकपदमस्ति, ग्रामम् अन्यपदमस्ति, गच्छति इति क्रियापदमस्ति. तयोः व्यपेक्षा भवति रामं रामः ग्रामं गच्छति इति उक्त्वे सति. किन्तु तयोः एकार्थीभावं न भवति. राम ग्राम तयोः द्वयोस्पतयोः सम्बन्धं कृत्वा एकार्थीभावं कदापि न भवति. रामः पदं सम्यक् अस्ति, ग्रामम् अन्यपदम् अपि सम्यक् अस्ति. तयोः अन्वयं भवति ग्रामं गच्छति गच्छति इति क्रियापदेन रामः पदस्य अन्वयं भवति गच्छति. कुत्र गच्छति इति उक्ते ग्रामं गच्छति इति, तदपि समीचीनमेव. तयोः व्यपेक्षासामर्थ्यम् इति उच्यते. किन्तु समासं कर्तुं शक्यते चेत् राम ग्रामं तयोः समासनं न कर्तुं शक्यते, यतोहि वाक्ये व्यपेक्षासामर्थ्यम् अस्ति चेदपि पदद्वयोः समासनं न कर्तुं शक्यते. तदेव व्यपेक्षासामर्थ्यम्. किन्तु सीतायाः पति गच्छति, तत्र सीतायाः पति गच्छति पद त्रीणि पदानि, तत्र सीतायाः पदं सम्यक् अस्ति, पति सम्यक् अस्ति, गच्छति इति अन्य त्रीणि पदानि सन्ति. तत्रापि अर्थावबोधं जायते प्रतिपादयित्वा, यतो त्रीणि पदानि समीकृत्वा अर्थावबोधो जायते सीतायाः पति गच्छति इति. तत्र सीतायाः पति तयोः एकार्थीभावं कृत्वा सीतापति इति समस्तपदं निष्पन्नं भवितुं सामर्थ्यमस्ति, तथैव एकार्थीभावसामर्थ्यम्. न चेत् यदा रामं गच्छति इति उक्ते सति तय एकार्थीभावं न जपयति ग्राम रामम् इति तयोः. सम्यक्, धन्यवादः. शर्मला भगिनी, एकार्थीभावम् अस्तु महोदय. एकार्थीभावसामर्थ्यं द्वयोः पदयोः योजनेन नूतनपदस्य निर्माणं भूत्वा यत्र विशिष्टार्थस्य बोधः भवति तत्र एकार्थीभावसामर्थ्यम् अस्ति इति उच्यते. पदानां मेलनेन एकार्थस्य बोधः यत्र भवति तत्र एकार्थीभावसामर्थ्यं भवति. यत्र पदानि स्वस्य प्रधानम् अर्थं त्यक्त्वा अथवा गौणीकृत्य अन्यम् अर्थं बोधयति तत्र एकार्थीभावसामर्थ्यं भवति. यत्र एकार्थीभावसामर्थ्यं वर्तते तत्र नूतनं पदं योजयितुं न शक्नुमः. वृत्तिषु एव एकार्थीभावसामर्थ्यं वर्तते. सर्वाणि भिन्नानि पदानि मिलित्वा एकपदं भवति. वृत्तिषु एव एकार्थीभावसामर्थ्यं भवति इति उक्तं. तर्हि वृत्तिः नाम का इति अग्रे उच्यते. अत्र एकार्थीभावसामर्थ्यं किम् इति प्रतिपादितम् अस्ति. यदा स्वतन्त्रपदानां विशिष्ट अर्था स्वतन्त्रपदानां योजनेन विशिष्टसम्बन्ध अथवा अर्थ तत्र बोधयति तदा एकार्थीभावसामर्थ्यम् इति उच्यते. यथा सीता इति एकपदम् अस्ति, पति इति एकं पदम् अस्ति, परन्तु सीतायाः पति यदा उच्यते तदा न तु सीता न तु पति, तत्र कश्चित् सम्बन्धः वर्तते. एवं च एकपदार्थस्य बोध एवं जायते, सः अस्ति पति. कस्य पति? सीतायाः पति इति इति अत्र लिखितमस्ति इति अहं चिन्तयामि. यदा एतादृशपदानां एक एव अर्थ अथवा एक एव पदार्थं बोधनीयशक्ति अस्ति तदा तयोः एकार्थीभावसामर्थ्यम् अस्ति इति वदामि. वृत्तिषु एतत् तत् वदतु. वृत्ति वृत्ति अग्रे दत्तमस्ति यत् वृत्ति सम्यक् न जानामि. एकार्थीभाव इत्युक्ते पदानां स्वस्य अर्थः भवति. यदा पीतः, पीतम् अम्बरं, पीतम् इत्युक्ते सर्वे जानन्ति एक वर्णस्य नाम अस्ति पीतम्. अम्बरम् इत्युक्ते वस्त्रम् अथवा आकाशम् इति बहूनि अर्थानि सन्ति अम्बरम् इत्युक्ते. ततो तत् द्वयो द्वौ पदयोः सामर्थ्यम् अस्ति वा न वा कथं जानीमः? स्वस्य स्तरे स्व अर्थम् अवबोधनं कृत्वा तयोः मेलनेन अन्यपदार्थस्य अवबोधनं जायते अथवा स्वस्य पदस्य अन्वयं कर्तुं शक्यते क्रियायाय गुणस्य सहितं, तत्र एव एकार्थीभावसामर्थ्यं भवति इति वक्तुं शक्यते. यत्र पीताम्बरम् इति पीताम्बरः इति उक्ते सति विष्णु इति अवबोधो जायते, तत्र विष्णु न पीतः अस्ति न अम्बरः अस्ति. तत्र एकार्थीभावं भूत्वा समासं समासपदं निष्पन्नं भवति चेत् नूतनवस्तूनाम् अवबोधो जायते. तत्र एकार्थीभावम् अस्ति, विवक्षा भवति विष्णु इति पदार्थस्य इति कृत्वा सामर्थ्यं पदयोः अस्ति चेदपि तस्य अर्थं दर्शयति अन्यपदार्थस्य, तत्रापि एकार्थीभावसामर्थ्यमस्ति. अन्यपदार्थस्य इति मीन् दट्स् द मोस्ट् इम्पार्टेण्ट् पार्ट् रैट्. सो इन् देर् ओन् स्टेटस् द येल्लो एस् वेल् एस् द ओन् द गार्मेण्ट् ईस् इण्डिपेण्डेण्ट्लि हेविङ्ग् देर् ओन् मीनिङ्ग्. But the one who dons a yellow garment, yata pitambaram, you get Vishnu as a meaning for it. That same way, vritti also we will study that vritti, why the, what is the vritti? Because vritti is important for ekarti bhava. That is what is the, what makes the difference between the, you know, yes, the earlier one where we said vipeksha samartyam doesn't have vritti. It is only vakyastare, where you are making a statement, sentence. Whereas in this ekarthi bhava samartyam, vritti is the reason why, because of which the ekarthi bhava. Now vritti, there are many vrittis, five pancha vritti is there that we will study. That what is vritti? Sharmila sadavi padat this अस्तु महोदय. परार्थाभिधानं वृत्तिः इति उच्यते, यत्र अनेके शब्दाः एकीभूय भिन्नम् अर्थं बोधयन्ति, तत्र वृत्तिः अस्ति इति उच्यते. वृत्तिः इति एकं कार्यम् अस्ति व्याकरणे. वृत्तिः स्वार्थं विहाय नूतनम् अर्थं बोधयति. यत्र इदानीं महोदय अपि उक्तवान्, यदा स्वतन्त्र अनेके शब्दाः स्वस्य अर्थं त्यक्त्वा एकीभूय भूत्वा अन्यपदार्थस्य अर्थं बोधयन्ति, तदा तेषां वृत्ति अस्ति अथवा तत्र वृत्ति अस्ति इति व्याकरणे उच्यते. ततः वृत्तिः इत्युक्ते स्वस्य अर्थं वर्जयित्वा वा विहाय वा नूतनम् अर्थं बोधयति, तदा वृत्ति अस्ति इति वदामः. यथा पच, धातुतः नूल् प्रत्ययः क्रियते चेत् पाचकः इति कृदन्तं निष्पन्नं भवति. पच् धातुः पचक्रियां बोधयति, पाकक्रियां बोधयति. अधुना पच् धातुतः नूल् प्रत्ययं योजयामः चेत् पाचकः इति नूतनः अर्थः निष्पन्नः भवति. पाचकः कर्तारं बोधयति, नाम यः पाकं करोति इति. धातुभ्यः कृत् प्रत्ययः क्रियते चेत् कश्चन नूतनः अर्थः निष्पन्नः भवति. एतदेव वृत्तेः लक्षणम्. व्याकरणे पञ्चवृत्तयः सन्ति यत्र एकार्थीभावसामर्थ्यं वर्तते. कृत् वृत्तिः, तद्धितवृत्तिः, एकशेषवृत्तिः, समासवृत्तिः, सनादिवृत्तिः चेति. यत्र वृत्तिकार्यम् अस्ति तत्र समर्थः पदवधिः इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि सामर्थ्यम् अस्ति चेदेव वृत्तिकार्यं भवति. अत्र अन्यपदार्थस्य अथवा नूतनम् अर्थम् इति किं तस्य उदाहरणं दीयते. यथा पच् इति धातु तु पाकक्रिया, पच् पचति इति पाकक्रियां बोधयति. परन्तु यदा वयं तत्र नूल् प्रत्ययः योजयामः, नूतनशब्दः अस्ति पाचकः, तस्य अर्थः तु यः पाकं करोति इति भवति. अतः धातु स्वस्य अर्थमस्ति, परन्तु कृत् प्रत्ययस्य योजनेन नूतनशब्द नूतन अर्थ निष्पन्नः भवति. एतत् वृत्ति इति कार्यस्य लक्षणमस्ति. व्याकरणे पञ्चवृत्तयः सन्ति. कृत् वृत्ति इत्युक्ते कृत् प्रत्ययानां योजनेन नूतनमर्थः, तद्धितवृत्ति तद्धितप्रत्ययानां योजनेन नूतन अर्थः, एकशेषवृत्ति तत्र द्वयोः पदयोः मेलनेन एक एव अवशिष्यते परन्तु द्वयोः अर्थः अस्ति, समास समस्तपदं भवति तदा अपि वृत्ति अस्ति. अपि च सनादिप्रत्यययोजनेन अपि वृत्ति इति कार्यं भवति. यत्र सामर्थ्यम् अस्ति पदानां मध्ये तत्र एव वृत्ति इति कार्यं भवति. अपि च तत्र समर्थः पदविधिः इति सूत्रस्य प्रसक्तिः भवति. यतोहि सामर्थ्यं नास्ति, परस्परान्वयः नास्ति चेत् वृत्तिकार्यं न भवति. अत्र सीतापति इति समस्तपदे कथं वृत्ति स्थापयति? तत्र सीता इति कश्चन महिलायाः नाम अस्ति, महिलायाः नाम अस्ति, अपि च महिलायाः नाम अस्ति. पति अपि स्वस्य अर्थः अस्ति, परन्तु सीतायाः पति सीतापति अत्र, न तु सीता न तु पति, परन्तु तत्र परस्पर अन्वयः अस्ति. पति कस्य पति? सीतायाः पति. तेन नूतन कश्चन व्यक्तेः अर्थमस्ति सीतायाः पति इति. तत्र सीता पति स्वस्य स्तरे अर्थद्वयम् अस्ति. सीता इति वस्तुनि अर्थः अस्ति, पति इति अन्यदर्थम् अस्ति. किन्तु एकार्थीभावं भूत्वा एव सीतापति भवति. तदेव वृत्ति तत्र. यथा प्रीताम्बरम् इति अन्यपदार्थं द्योतयति, अत्र सीतापति इति समस्तपदे वृत्ति किम् अस्ति इति चेत्, सीता इति शब्द अवबोधने कोऽपि सीता भवितुम् अर्हति. जनकस्य पुत्री इति न कोऽपि सीता भवितुम् अर्हति. पति इत्युक्ते कस्य पति इति प्रश्न उदेति. तत्र द्वयोः स्वस्य अर्थं त्यक्त्वा एकव्यक्ति इति अवबोधो जायते. सीताया पति इत्युक्ते एक सीता तस्य पति इति सम्बन्धं वृत्ति भूत्वा एकपद एकार्थीभावं भूत्वा सीतापति इति एकव्यक्ति नाम भवति इति. तत्र अत्र वृत्ति पञ्चवृत्ति अस्ति. कृत् प्रत्यय सद्यतवृत्ति सद्यतवृत्ति प्रत्ययानां यद् भगिनी उक्तं तदेव. तदेव समासवृत्ति तत्र प्रत्ययानां नास्ति, किन्तु पदानां मेलनेन एव वृत्ति भवति. अन्यस्तरे प्रातिपदिकधातु प्रत्यय इति पृथक् अस्ति कृत्वा किञ्चित् भिन्न भवति. किन्तु समासे पदद्वयस्य अथवा बहूनि पदानां सम्मेलनं भवति इति एव तस्य वैशिष्ट्यमस्ति. तत्र तदनन्तरं यत् प्रक्रिया अस्ति तत् अग्रे पश्येम. किन्तु तत्पुरुषसमासं प्रति गच्छामः चेत् पञ्च उपाङ्गानां क्रमेण छिद्रं भवति. तत् गोमतीपर्णी पठितुं शक्यते वा? न तु रोहिणी भगिनी, अहं केवलं शृणोमि, आरोग्यं न सम्यक् नास्ति. अस्तु वा. विजया भगिनी पठामि. समासप्रक्रियायां समस्तनिर्माणार्थं पञ्चवाङ्गप्रसङ्गे क्रमेण चिन्तनं भवति. इमानि पञ्च उपाङ्गानि प्रथमबिन्दुः प्रातिपदिकसंज्ञा. समासस्य प्रातिपदिकसंज्ञा विधीयते कृत् प्रत्ययसमासस्य इति सूत्रेण. सामान्यतया प्रातिपदिकसंज्ञान्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपोधातुप्रातिपदिकयोः इति सूत्रेण. सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति. अष्टाध्याय्यां षष्टमाध्याये तृतीयपादे प्रथमपादे प्रथम सूत्रे इत्यस्मात् सूत्रात् आरभ्य चतुर्विंशतिपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति. उत्तरपदे इति अधिकारे सुब् अलुक् इति एकं कार्यमस्ति. तत्र प्रातिपदिकसंज्ञाविषये समासस्य प्रातिपदिकसंज्ञा तत्र विधानसमये कृत् तत्तितसमासच्च इति सूत्रेण कार्यं करोति. अनन्तरं प्रातिपदिकानन्तरं पूर्व उत्तरपदयोः विभक्तिः टु औजस् इति प्रातिपदिक अनन्तरम् एतत् आगच्छति चेत् तत्र लोपः क्रियते. अत्र लोपः किं सूत्रेण चेत् सुपो धातु प्रातिपदिकयोः इति सूत्रेण क्रियते. सर्वत्र विभक्तिः लुक् न भवति इति न आवश्यकम् अत्र, एतत् अत्र अपवादः एव. एतत् विषये अष्टाध्याय्यां तृतीयपादे एकसूत्रमारभ्य चतुर्विंशतिसूत्रपर्यन्तम् एतत् पदस्य विभक्तिः अलुक् भवति, लुक् न भवति इति. उत्तरपदे इति अधिकारः अलुक् इति विषये एकं कार्यमस्ति. अग्रे पठामि वा? अग्रे पठामि. पठनीयं भवति. पूर्वनिपातः पूर्वनिपातः प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्र इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति. यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम् इति सूत्रेण. तत्र पूर्वनिपातः इति एतत् तत्र किमपि नास्ति. पञ्च उपाङ्कानि प्रक्रियासमये तस्य एकैकं कृत्वा मनसि स्थिरं भवति चेत् प्रक्रिया व्यतिचलति. अत्र लिङ्गवचनयोः निर्णयः समासस्य लिङ्गस्य वचनस्य च निर्णयः भवति तृतीयस्तरे. समासवचननिर्णयः सम्बद्धसूत्राणि इति तत्र 241 इत्यस्मात् आरभ्य षोडशसूत्रपर्यन्तम् अन्त्यपर्यन्तं सन्ति. समासलिङ्गनिर्णयसम्बन्धसूत्राणि द्वितीय द्वितीय द्वितीय किम् अस्ति अत्र अध्याये द्वितीय अध्याये चतुर्थपादे सप्तदश इति अस्मात् आरभ्य चतुस्त्रिंशत् पर्यन्तम् एतत् विषये लिङ्गनिर्णयविषये भवति कार्यं भवति. अनन्तरं समासान्तप्रत्ययाः तत्र समासप्रक्रियां कुत्रचित् समासान्तप्रत्यय विधीयते इति स्मर्तव्यम्. अष्टाध्याय्यां समासान्त अधिकारः पञ्च अध्याये चतुर्थपादे अष्टषष्टि इत्यस्मात् सूत्रात् आरभ्य अधिक एकशतं पर्यन्तम् एतत् विषये एव कार्यं करोति. समासप्रक्रियां किम् अस्ति यत्र अस्ति इति अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रक्रियाः विद्यन्ते. अनन्तरम् अन्तिम निर्णयः उत्तरपद अधिकारः कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेन पूर्वपदं किञ्चित् कार्यं भवति. अष्टाध्याय्याम् उत्तरपद अधिकारः षड् षष्ट अध्याये तृतीयपदे एक सूत्र सूत्रात् आरभ्य एकोनविंशति चत्वारिंशत् एकशत अधिक इति सूत्रपर्यन्तमस्ति. अस्मिन् अधिकारे उत्तरपदे पूर्वपदस्य उत्तरे पदे परे पूर्वपदस्य किञ्चित् कार्यं भवति. यथा विश्वमेव मित्रं यस्य इति बहुवीर्घिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति. मित्रे चर्षौ इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋष्यौ वाच्ये इत्यतः अतः विश्वामित्रः इति समासः विद्यते. तत्र उत्तरपद अधिकारी एतत् विश्वमेव मित्रम् इति बहुदीर्घसमासे तत्र विश्वामित्रः इति दीर्घत्वं पूर्वपदे भवति इति तत्र समासविषये सिद्ध्यति. अत्र पञ्च उपाङ्कानां मध्ये अव्ययीभावसमासः एवम् अत्र तत्पुरुषसमासं कृते किं वैशिष्ट्यमस्ति इति पश्यते चेत् उत्तरपदाधिकारस्य वैशिष्ट्यम् अस्ति अन्य समासवर्गाणाम्. अव्ययीभावसमासे उत्तरपदाधिकारस्य कोऽपि पृथक् न दृष्टमस्ति. एवमेव समासान्तप्रत्ययानां विषये एकमेव प्रत्यय तत्र टच् इति एकमेव प्रत्ययानाम् उल्लेखं दृष्टवन्तः सर्वे. किन्तु अत्र दत्तमस्ति पञ्चम अध्यायस्य चतुर्थपादस्य अष्टषष्टि इति आरभ्य तत्र चतुर्थपाद अन्तपर्यन्तं किमपि सूत्राणां उल्लेखनं कृत्वा पाणिनिना दत्तमस्ति तत् सर्वं समासान्तप्रत्ययानां कार्यं करोति न केवलं टच् इति. तदेव तस्य वैशिष्ट्यमस्ति समासान्तप्रत्ययः एवम् उत्तराधिकारः. किन्तु प्रातिपदिकसंज्ञा पूर्वनिपादः लिङ्गवचननिर्णयः लिङ्गवचननिर्णयः अपि व्यस्तमस्ति. किन्तु किं इति कारणम् अव्ययीभावे सर्वदा नपुंसकलिङ्गमेव भवति इति कृत्वा एकमेव लिङ्गस्य तत्र पृथक् कार्यं न दृष्टम् अव्ययीभावसमासे. किन्तु तत्पुरुषसमासादारभ्य अन्यसमासानां विषये लिङ्गवचननिर्णयं पृथक् पृथक् भवति. समासान्तप्रत्ययानां प्रत्ययाः पृथक् भवति. एवम् उत्तरपदिकारस्य कारणेन पूर्वपदे भिन्नकार्याणि भवन्ति इति त्रीणि पृथक् कार्याणां मनसि स्थापयित्वा एव तत्पुरुषसमासं प्रति गच्छामः. तत्र अरुणा भगिनी तत्पुरुषसमासः इति तत्पुरुषसमासः ज्ञातविषयः अस्ति यत् समासे पञ्चप्रभेदाः सन्ति. केवलसमासः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः चेत् एतावता अस्माभिः समासपरिचयः प्राप्तः. केवलसमासः अव्ययीभावसमासः च अधीतः. समासे प्राधान्यनिर्णयः कथं भवति इत्यपि ज्ञातवन्तः एव. येन पदार्थेन सह क्रिया अन्वयः गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति. एकार्थभावसामर्थ्यमस्ति चेदेव समासः भवति इत्यपि जानीमः. यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थभावरूपसामर्थ्यम् अस्ति इति वदामः. एकार्थभावसामर्थ्यस्य अभावे समासः न भवति. अत्र परिभाषासूत्रमस्ति समर्थः पदविधिः इति. समर्थानां पदानामेव समासः भवति. तत्पुरुषसमासः अत्र समासे पञ्चप्रभेदाः सन्ति. केवलसमासः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः. वयं अधुना पूर्वं केवलसमासः अव्ययीभावसमासः अपि पठितवन्तः. अधुना तत्पुरुषसमासात् आरभ्य अन्यसमासः वयं पठामः पठिष्यामः. अत्र प्रथमं पारिभाषसूत्र आधार समर्थः पदविधिः. केवलं पदद्वयं वा बहुपदं स्वीकृत्य समासः न कर्तुं शक्यते. अत्र सामर्थ्यम् अत्र सामर्थ्यमिति सम्बन्धः क्रियायाम् अन्वयः अपि भवितुम् अर्थं चेत् एव समासः कर्तव्यम् इति दत्तं. सम्मर्थपदविधिः इति परिभाषासूत्रम् अस्ति. धन्यवादः भगिनि. शर्मला भगिनि, तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति, तत्र आरभ्य पठतु. अस्तु महोदय. तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति. सामान्यतत्पुरुषसमासः कर्मधारयः द्विगुः नैप्रभृतयः चेति. अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः. अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति. अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषान् पठिष्यामः. सामान्यतत्पुरुषः. सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति. सामान्यतत्पुरुषस्य षट् प्रभेदाः सन्ति. द्वितीया चतुर्थी पञ्चमी सप्तमी अपि च शेष इति अर्थे षष्ठीतत्पुरुषसमासः. द्वितीयतत्पुरुषसमासः यथा कृष्णं श्रितः कृष्णश्रितः. तृतीया तत्पुरुषसमासः गुडेन मिश्रः गुडमिश्रः. चतुर्थी तत्पुरुषसमासः यूपायदारु यूपदारु. पञ्चमी तत्पुरुषः यथा चोराद्भयं चोरभयं. सप्तमी तत्पुरुषसमासः कर्मणि कुशलः कर्मकुशलः. षष्ठी तत्पुरुषसमासः यथा राज्ञः पुरुषः राजपुरुषः. यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते. अष्टाध्यायां पाणिनिना प्रथमतत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथमतत्पुरुषः इति व्यवहारः अपि दृश्यते. वस्तुतः तु लोके यः प्रथमपुरुषसमासः इति व्यवहारः दृश्यते सः एव व्याकरणलोके एकदेशीसमासः इति नाम्ना ज्ञायते. अयम् एकदेशीसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति. यथा पूर्वं कायस्य पूर्वकायः इति एकदेशीसमासः. अत्र सामान्यतत्पुरुषसमासानां प्रभेदाः दत्ताः. तत्र पूर्वपदस्य प्रथम पदस्य अन्यविभक्ति अस्ति, अपि च उत्तरपदस्य प्रथमविभक्ति अस्ति प्रायेण. अपि च सामान्यतत्पुरुषसमासः द्वितीया तृतीया चतुर्थी पञ्चमी सप्तमी अपि च षष्ठी इति अस्ति. लोके वयं प्रथमतत्पुरुषसमासः नाम्ना समासः अपि पश्यामः, परन्तु तत्तु षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति. एकदेशिसमासः इति नाम्ना नाम अस्ति व्याकरणे. उदाहरणम् अस्ति पूर्वं कायस्य. अत्र पश्यामश्चेत् उत्तरपदं षष्ठी षष्ठीविभक्तिमस् विभक्त्यामस्ति, अपि च प्रथम पूर्ववर्ण प्रथमविभक्तौ अस्ति. तत्र पूर्वं पूर्वकायः इति समस्तपदम् एकदेशसमासः समस्तपदं भवति. कर्मधारयसमासः तत्पुरुषसमासस्य द्वितीयः भेदः कर्मधारयसमासः इति. कर्मधारयसमासे विशेषणविशेष्योः समासः भवति. विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया. कर्मधारयसमासस्य नवप्रभेदाः सन्ति: विशेषणपूर्वपदकर्मधारयः, विशेषणोत्तरपदकर्मधारयः, विशेषणोभयपदं कर्मधारयः, उपमानपूर्वपदकर्मधारयः, उपमानोत्तरपदकर्मधारयः, अवधारणपूर्वपदकर्मधारयः, सम्भावनापूर्वपदकर्मधारयः, मध्यमपदलोपकर्मधारयः, मयूरव्यंसकादयः चेति. यः कोऽपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति. कर्मधारयः इति संज्ञा दीयते तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण. अस्य विवरणम् अग्रिमे करपत्रे दीयते. अत्र कर्मधारयसमासस्य इन्ट्रोडक्षन् दीयते. तत्र प्रायेण विशेषणविशेष्यभावः अस्ति चेदेव द्वयोः पदयोः समस्तपदं भवति. तत्र नाम्ना एव ज्ञायते विशेषण कः विशेष्यकः इति. नवप्रभेदाः सन्ति. द्विगुसमासः तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति. द्विगुसमासः कर्मधारयसमासस्य एकः प्रभेदः अस्ति. विशेषणवाचकं पदं संख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते. द्विगुसमासस्य त्रयः प्रभेदाः सन्ति. तद्धितार्थद्विगुः यथा षण्णां मातृणाम् अपत्यं षाण्मातुरः. उत्तरपदद्विगुः यथा पञ्चगावः धनं यस्य सः पञ्चगवधनः. समाहारद्विगुश्चेति यथा पञ्चानां पात्राणां समाहारः पञ्चपात्रम्. द्विगुश्च इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात्. द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्. अस्य विवरणम् अग्रिमे करपत्रे दीयते. द्विगुसमासः अपि कर्मधारयसमासे अपि अस्माभिः इदानीमेव पठितं. यदा विशेषणविशेष्यभावः अस्ति तदा कर्मधारयसमासः भवति इति. तत्र एकपदं यदि संख्यावाचकम् अस्ति तदा समासः द्विगुः इति उच्यते. तत्र तद्धितार्थे तत्र अपत्यार्थे अस्ति षाण्णां मातृणाम् अपत्यं षाण्मातुरः. अथवा उत्तरपदद्विगु तत्र उत्तरपदद्विगु कथम् अहं न जानामि. पञ्चगावः धनं यस्य सः पञ्चगवधनः. अपि च यदा समाहार अनेकानां वस्तूनां समाहार यत्र भवति अपि च समासः भवति तत्र समाहारद्विगुः इति वदामः. द्विगुश्च इति सूत्रेण द्विगु इति तत्पुरुषसमास द्विगुसमस्तपदस्य तत्पुरुषसंज्ञा अपि भवति इति अहं चिन्तयामि. अस्तु भगिनि, धन्यवादः. अरुणा भगिनी नै प्रपद अरुणा भगिनी एकक्षणं महोदय. प्रभृतयः तत्पुरुषसमासस्य चतुर्थप्रभेदः नञ् प्रभृतयः इति. नञ् प्रभृतीनां पञ्चप्रभेदाः सन्ति: नञ् समासः, कुसमासः, गतिसमासः, प्रादिसमासः, उपपदसमासः च इति. तत्र नञ् प्रभृतयः कर्मधारय तत्पुरुष कर्मधारयभेदमस्ति. तद् अत्रापि नञ् प्रभृतयः अपि पञ्चभेदाः सन्ति. प्रथमं नञ् समासः, कुसमासः, गतिसमासः, प्रादिसमासः, उपपदसमासः. प्रथमं नञ् समासः अत्र दत्तं. नञ् इति किञ्चन अव्ययमस्ति, तत् सुबन्तेन समासं प्राप्नोति नञ् इति सूत्रेण. नञ् इत्यत्र नकारस्य किसंज्ञा भवति. न इति अवशिष्यते यथा न धर्मः अधर्मः. कुसमासः, गतिसमासः, प्रादिसमासः च एतानां त्रीन् प्रभेदान् मिलित्वा पठामः, यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते. कुगतिप्रादयः इति सूत्रेण कुगतिप्रदयः समर्थेन सुबन्तेन सह नित्यं समस्यते, तत्पुरुषश्च समासः भवति. कुसमासः, कुशब्दः सुबन्तेन नित्यं समस्यते यथा कुत्सितः पुरुषः, कुपुरुषः. गतिसमास उदाहरणं: गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते, उदाहरणम् अशुक्लं शुक्लं कृत्वा, शुक्लीकृत्य. प्रादिसमासः प्रादयः नित्यं सुबन्तेन समस्यते यथा शोभनः पुरुषः, सुपुरुषः. सम्यक् महोदय, पठामि. सम्यक्. उपपदसमासः उपपदं सुबन्तं सुबन्तेन समस्यते यथा कुम्भं करोति इति कुम्भकारः. अस्मिन् करपत्रे अस्मिन् पर तत्र अग्रिमवर्गं वर्गे पठिष्यामः. विद्याभगिनी अत्र उपपदसमासः इति पर्यन्तमेव गतवर्गे उल्लेखितमस्ति. तति कारणेन तत्र उपोत्कातरूपेण समासः तत्पुरुषसमासानाम् एवं कर्मधारया अति अन्यसमासानां विषये केवलम् उल्लेखनं कृत्वा प्रभेदाः कीदृशाः इति दत्तमस्ति अस्मिन् करप्रति. किन्तु समास तत्पुरुषसमासं प्रति न गतम् अधुना इति कृत्वा अत्र पञ्च उपाङ्गानि कानि एवं समर्थपदविधि इत्यस्य सूत्रस्य मुख्यता इति मनसि स्थापयति चेत् समास प्रसङ्गे अवगमनं सम्यक् भवति. समस्तपदं समर्थपदविधि इत्यस्य द इम्पार्टेन्स् आफ् दट् सूत्र दट् इस् समर्थं पदानां सामर्थ्यं कीदृशम् अस्ति तत् कारणेन एव अत्र सर्वं प्रभेदाः भवन्ति. प्रभेद अत्र दृश्यते चेत् सामान्यतत्पुरुष विभक्तिकारणेन सामर्थ्यं भवति. मिश्रश्रिता कृष्णं इति द्वितीया पदं श्रिता इति पदम् अस्ति चेत् द्वितीया भवति. द्वितीया अस्ति चेदेव श्रिता इति पदस्य मेलनं कर्तुं शक्यते. तदेव तत्र सामर्थ्यं. तदा मिश्रा इति पदं तृतीयपदस्य सहितमेव सामर्थ्यं भवति, तत् कृत्वा एव प्रभेदः भवन्ति, सामर्थ्यकारणेन एव तयोः प्रबन्ध सर्वं प्रभेदः भवन्ति, न तु विभक्तिकारणेन. सामर्थ्यस्य कारणेन एव प्रभेदः भवन्ति. तत्कारणं तदेव द्विगुसमासे अपि सङ्ख्यावाचकशब्दमस्ति, तत्कारणेन सामर्थ्यं भवति इति कृत्वा तस्य प्रभेदः भवति. कर्मधारयसमासे विशेषणविशेष्यस्य सामर्थ्यं किम् अस्ति, उत्तरपदं पूर्वपदं उभयपदम् इति प्रभेदः सामर्थ्यस्य कारणेन एव भवति. तत् इति कारणेन समर्थपदविति इति सूत्रस्य प्रसक्तिकारणेन एव एतानि प्रभेदानि दृष्टवन्तः. धन्यवादः. अस्तु, अत्र अमि कोऽपि नूतनं नास्ति. अग्रिमवर्गं विद्याभगिनी किं करोति इति दृष्ट्वा अग्रिमसप्ताहे पुनर्मिलामः. कोऽपि प्रश्नः अस्ति वा? नो चेत् अत्र स्थगयामः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.